आम् श्रीगुरुभ्यो नमः। गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुर्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। गुरवे सर्वलोकानां विषजे भवरोगिणां हृदये सर्वविद्यानां दक्षिणामूर्तये नमः। श्रीकृष्णाय परमात्मने नमः। श्रीकृष्णाय परमात्मने नमः। श्रीकृष्णाय परमात्मने नमः। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्। व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम्। अद्वैतामृतवर्षिणीं भगवतीम् अष्टादशाध्यायिनीम्। अम्ब त्वां मनसं ददामि भगवद्गीते भवद्वेषिणी। अम्ब त्वामनुसं दधामि भगवद्गीते भवद्वेषिणी। नमोऽस्तु ते व्यास विशाल बुद्धे पुल्लारविन्दायत पत्र नेत्र। नमोऽस्तु ते व्यास विशाल बुद्धे पुल्लारविन्दायत पत्र नेत्र। येन त्वया भारत तैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः। प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये। प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये। ज्ञानमुद्राय कृष्णाय गीतामृदुदुहे नमः। ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। वसुदेवसुतं देवं कंसचाणूरमर्दनम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। भीष्मद्रोणतडा जयत्रतल जला गान्धारनीलोत्पला। भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला। शल्यग्राहवती कृपेन वह्नी कर्णेन वेलाकुला। शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। अश्वद्धाम विकर्णदोरमकरा दुर्योधनावर्तिनी। अश्वत्थाम विकर्ण घोरमकरा दुर्योधनावर्तिनी। सुतीर्ण खलु पाण्डवे रणवदी कैवर्तककेशवः। सोत्तीर्णा खलु पाण्डवैरणमदी कैवर्तकः केशवः। पाराशर्यवचसरोजममलं गीतार्थगन्धोत्कटम्। पाराशर्यवचसरोजममलं गीतार्थगन्धोत्कटम्। नानाख्यानकस्ककेशरं हरिकथा सम्बोधनाबोधितम्। नानाख्यानककेसरं हरिकथा सम्बोधनाबोधितम्। लोकैः सज्जनषड्पदैः हरः पीपीयमानसुधा लोके सज्जन षट्पदैरहरः पेपीयमानं मुदा भूयाद् भारद पंकजं कलिमलं प्रद्वंशिन श्रेयसे भूयाद् भारत पंकजं कलिमल प्रध्वंसिन श्रेयसे मूकं करोति वाचालं पंगुं लंगयदे गिरिं मूकं करोति वाचालं पंगुं लंघयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् यत्कृपातमहं वन्दे परमानन्दमाधवम् अथ गीतामाहात्म्यम् अथ गीतामाहात्म्यम् गीताशास्त्रमिदं पुण्यं ह्यपठेत्य पुमान् गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णो पदमवाप्नोति भयं शोकं वर्जितः विष्णो पदमवाप्नोति भयशोकविवर्जितः गीताद्य अध्ययनं गीताध्ययनशीलस्य प्राणायामरस्य च गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च मलनिर्मोचनं पुंसां जलस्नानं दिने दिने मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीतामसि स्नानं संसारमलनाशनं सकृद्गीताम्भसि स्नानं संसारमलनाशनं गीता सुगीता कर्तव्यां किमन्यै शास्त्रविस्तरैः गीता सुगीता कर्तव्या किमन्यै शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्मादिनी सुता या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता भारदाकृतसर्वस्यं विष्णो वक्त्रादिनिसुतं सुतं श्रुतं भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम् गीता गङ्गोतकं पीत्वा पुनर्जन्म न विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावः दूक्ता गोपालनन्दनः सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्स सुदीर्भोक्त्वा दुःखं गीतामृतं महत् पार्थो वत्स सुदीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्रकी पुत्रगीतम् एको देवो देवकी पुत्र एव एकं शास्त्रं देवकी पुत्रगीतम् एको देवो देवकी पुत्र एव एको मन्त्रस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं योगिविद्यानगम्यम् लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्वन्वन्ति दिव्यैः स्तवैः यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तुन्वन्ति दिव्यैः स्तवैः वेदैः साङ्गपदं प्रमोपनिषदैः गायन्ति यं सामगाः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ज्ञानमस्ति तद्गतेन मनसा पश्यन्ति यं योगिनः ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनः पश्यान्तं न विदुसुरार सुरगणा देवाय तस्मै नमः यस्यान्तं न विदुसुरासुरगणाः देवाय तस्मै नमः ॐ श्री परमात्मने नमः ॐ श्री परमात्मने नमः अथ श्रीमद्भगवद्गीता अथ श्रीमद्भगवद्गीता अष्टमोऽध्यायः अष्टमोऽध्यायः अक्षरब्रह्मयोगः अक्षरब्रह्मयोगः अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मम् किं कर्म पुरुषोत्तम अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मम् किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्तम् अधिदैवं किमुच्यते अधिभूतं च किं प्रोक्तम् अधिदैवं किमुच्यते अधियं यः कथं कोत्र देहेऽस्मिन् मधुसूदन अधियज्ञः कथं कोत्र देहेऽस्मिन् मधुसूदन प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः श्रीभगवान् उवाच अक्षरं ब्रह्म परमम् स्वभावोऽध्यात्ममुच्यते श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते भूतभावोद्भवकरः विसर्गः कर्मसंहितः भूतभावोद्भवकरः विसर्गः कर्मसंहितः अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् अधियं योऽहमेवात्र देहे देहभृताम्बर अधियज्ञोऽहमेवात्र देहे देहभृताम्बर अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् अन्तकाले च मामेव स्मरन् मुक्त्वा कृत्वा कलेवरम् यः प्रयाति समद्भावम् याति नास्त्यत्र संशयः यः प्रयाति समद्भावम् याति नास्त्यत्र संशयः यं यं वापि स्मरन् भावम् त्यजत्यन्ते कलेवरम् यं यं वापि स्मरन् भावम् त्यजन्त्यन्ते कलेवरम् तं तमेवैति कौन्तेय सदा तद्भावभावितः तं तमेवैति कौन्तेय सदा तद्भावभावितः तस्मात् सर्वेषु कालेषु मामनुस्मरयुध्य च तस्मात् सर्वेषु कालेषु मामनुस्मरयुध्य च मय्यर्पितमनोबुद्धिः मामे वैश्यस्य संशयम् मय्यर्पितमनोबुद्धिः मामे वैश्यस्य संशयम् अभ्यासयोगयुक्तेन चेतसा नान्यगामिना अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् कविं पुराणमनुशासितारम् अनोरणीयां स मनुस्मरेद्यः कविं पुराणमनुशासितारम् अणोरणीयां स मनुस्मरेद्यः सर्वस्य दाधारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्तात् प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् सतं परं पुरुषमुपैति दिव्यम् भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् सतं परं पुरुषमुपैति दिव्यम् यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये सर्वद्वाराणि संयम्य मनोहृति निरुद्य च सर्वद्वाराणि संयम्य मनोहृदि निरुद्ध्य च मोद्यादायात्मनः प्राणम् आस्तितो योगधारणा मूर्ध्याधायात्मनः प्राणम् आस्थितो योगधारणाम् ॐ इत्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्। ओमित्येकाक्षरं ब्रह्मा व्याहरन् मामनुस्मरन्। यः प्रयाति त्यजन् देहं स याति परमां गतिम्। यः प्रयाति त्यजन् देहं स याति परमां गतिम्। अनन्यचेता सततं यो मां स्मरति नित्यशः। अनन्यचेताः सततं यो मां स्मरन्ति नित्यशः। तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः। तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः। मामुपेत्य पुनर्जन्म दुःखालय मम शाश्वतम्। मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्। नाप्नुवन्ति महात्मानः संसिद्धिं परमाङ्गताः। नानप्नुवन्ति महात्मानः संसिद्धिं परमां गताः। आब्रह्मभुवनाल्लोका पुनरावर्तिनोऽर्जुन। आब्रह्मभुवनाल्लोका पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते। सहस्रयुगपर्यन्तम् अहर्यद्ब्रह्मणो विदुः। सहस्रयुगपर्यन्तम् अहर्यद्ब्रह्मणो विदुः। रात्रिं युगसहस्रान्ता ते होरात्रविदो जनाः। रात्रिं युगसहस्रान्तां ते होरात्रविदो जनाः। अव्यक्ताद्व्यक्तयः सर्वा प्रभवन्त्य हरागमे। अव्यक्ताद्व्यक्त तयः सर्वा प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके। भूतग्रामस एवायम् भूत्वा भूत्वा प्रलीयते। भूतग्रामस्तये एवायं भूत्वा भूत्वा प्रलीयते। रात्र्यागमे वशः पार्थ प्रभवत्यहरागमे। रात्र्यागमे वशः पार्थ प्रभवत् रागमे। परस्तस्मात्तु भावोऽन्यो अव्यक्तो व्यक्तात् सनातनः। परस्तस्मात्तु भावो अन्यो व्यक्तो व्यक्ता सनातन। यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति। अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमाङ्गतिम्। अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमाङ्गतिम्। यं प्राप्य न निवर्तन्ते तद्धाम परमं मम। यं प्राप्य न निवर्तन्ते तद्धाम परं मम। पुरुषः सः परः पार्थ भक्त्या लभ्यस्त्वनन्यया। पुरुषः सः परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तस्तानि भूतानि येन सर्वमिदं ततम्। यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम्। यत्र काले त्वनावृत्तिम् आवृत्तिं चैव योगिनः। यत्र काले त्वनावृत्तिम् आवृत्तिं चैव योगिनः। प्रयातायान्ति तं कालं वक्ष्यामि भरतर्षभ। प्रयातायान्ति तं कालं वक्ष्यामि भरतर्षभम्। अग्निर्ज्योतिरः शुक्लः षण्मासा उत्तरायणम्। अग्निर्ज्योतिर्ह शुक्ल षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म विदो जनाः। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म विदो जनाः। धूमो रात्रिस्तथा कृष्ण षण्मासा दक्षिणायनम्। धूमो रात्रिस्तथा कृष्ण षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते। शुक्लकृष्णे गतिहेते जगतः शाश्वते मते। शुक्लकृष्णे गतिहेते जगतः शाश्वते मते। एकया यात्यनावृत्तिम् अन्यया वर्तते पुनः। एकया यात्यनावृत्तिम् अन्यया वर्तते पुनः। नैते श्रुति पार्थ जानन् योगी मुह्यति कश्चन। नैते श्रुति पार्थ जानन् योगी मुह्यति कश्चन। तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन। तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन। वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्। वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत् पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्। ॐ तत्सदिति श्रीमद्भगवद्गीतासु ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः ॐ श्रीकृष्णार्पणमस्तु हरये नमः हरये नमः हरये नमः यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि।